पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 31 जाबालिरुवाच अथ तेषु प्रयातेषु नरकस्थेषु वै नृषु राजा पप्रच्छकीनाशं सर्वधर्मविदां वरं राजोवाच धर्मराजत्वया प्रोक्तम् यत्पातककरा नराः आयान्ति तव संस्थानं न च धर्मकथारताः मदागमनमत्राभूत् केन पापेन धार्मिक तद्वै कथय सर्वं मे पापकारणमादिदः इति श्रुत्वा तु तद्वाक्यम् धर्मराजः परन्तप कथयामास तस्यैवं यमपुर्यागमं तदा धर्मराज उवाच राजंस्तव महत्पुण्यं नैदादृक्कस्य भूतले रघुनाथपदद्वन्द्वमकरन्दमधुव्रत त्वत्कीर्तिस्वर्धुनी सर्वान् पापिनो मलसंयुतान् पुनादिपरमाह्लादकारिणी दुष्टदारिणी तथापि पापलेशस्ते वर्तते नृपसत्तम येन संयमिनी पार्श्वमागतपुण्यपूरितः एकदा तु चरन्तीगां वारयामास वै भवान् तेन पापविपाकेन निरयद्वारदर्शनम् इदानीं पापनिर्मुक्तो बहु पुण्यसमन्वितः भुङ्क्ष्वभोगान् सुविपुलान् निजपुण्यार्जितान् बहून् येषां करुणावार्धी रघुनाथो सुखं हरन् संयमिन्या महामार्गे प्रेरयामास वैष्णवं नागमिष्यो यदि त्वं वै मार्गेणानेन सुव्रत अभविष्यत्कथं तेषां निरयात् परिमोचनं त्वादृशात् परदुःखेन दुःखिधा करुणालयः प्राणिनां दुःखविच्छेदम् कुर्वन्त्येव महामदे जाबालिरुवाच एवं वदन्तं शमनं प्रणम्य स दिवङ्गदः दिव्येन सुविमानेन अप्सरो गणशोभिना तस्मात् गावो निशं पूज्य मनसापि न गर्हयेद गर्हयन्निरयं यादि यावदिन्द्राश्चतुर्दश तस्मात् त्वं नृपदिश्रेष्ठ गोपूजां वै समाचर सातुष्टा दास्यदिक्षिप्रं पुत्रं धर्मपरायणं सुमतिरुवाच तच्छ्रुत्वा धेनुपूजां स पप्रच्च कथमादराद पूजनीया प्रयत्नेन कीदृश्यं कुरुदे नरं जाबालि कथयामास धेनुपूजां यथाविधि प्रत्यक्कं विपिनं गच्छेच्चारणार्थं व्रदीतु गोः गवेयवांस्तु सम्भोज्य गोमयस्थान् समाहरेद भक्षणीया यवास्तेदु पुत्रकामेन भूपते सा यदा पिबदेतोऽयं तदा पेयं जलं शुचि सोच्चैस्थाने यदा तिष्ठेत्तदानीं चासनस्थितः दंशान्निवारयेन्नित्यं यवसं स्वयमाहरेद एवं प्रकुर्वदः पुत्रं दास्यते धर्मतत्परम् सुमतिरुवाच इति वाक्यं समाकर्ण्य पुत्रकामहृदम्भरः व्रतं चकारधर्मात्मा धेनुपूजां समाचरन् प्रत्यहं गुरुदेगां वै यवसाध्यनतोषितां दंशान्यवारयद्धीमान्यव भक्षकृदादरः एवं धेनुं पूजयतो गतास्तु दिवसा खनाः वनमध्ये तृणादींश्च चरं दीमकुदो भयाम् एकदा नृपतिस्तस्य वनस्य श्रीनिरीक्षणे न्यस्तदृष्टिः सपरितो बभ्रामस कुतूहली तदा गत्या हनद्गां वै पञ्चास्य काननान्तराद क्रोशं दीं बहुधादीनां सिंहभारेण दुःखितां तदा नृपः समागत्य विलोक्य निजमादरं सिंहेन निगदां पश्यन् रुरोदातीव विह्वलः स दुःखितसमागत्य जाबालिमुनिसत्तमं निष्कृतिं तस्य पप्रच्छ गोवद्धस्य प्रमाददः ऋदम्भर उवाच स्वामीं त्वदाज्ञया धेनुं पालयन्वनमस्थितः कुतोऽप्यागत्य तां सिंहो जखानादृष्टिगोचरः तस्य पापस्य निष्कृत्यै किं करोमि त्वदाज्ञया कथं वा व्रतसम्पूर्तिर्मम पुत्रप्रदायिनी इत्युक्तवन्तं तं भूपं जगादमुनिसत्तमः सन्त्युपाया महीपाल पापस्यास्यापनुत्तये ब्रह्मघ्नस्य कृदघ्नस्य सुरापस्य महामदे प्रायश्चित्तानि वर्धं ते सर्वपापहराणि च पृथ्रैश्चान्द्रायणायैर्दानायैर्व्रतैः संनियमैर्यमैः पापानि प्रलयं यान्ति नियमादनुतिष्ठतः द्वयोश्च निष्कृतिर्नास्ति पापपुञ्जकृतोस्तयोः मत्या गोवधकर्तुश्च नारायणविनिन्दिदुः गवां यो मनसा दुःखं वांशत्यधमसत्तमः स यादि निरयस्थानं यावदिन्द्राश्चतुर्दश योऽपि देवं हरिं निन्देत् सकृद्दुर्भाग्यवान् नरः स चापि नरकं पश्येत् पुत्रपौत्र परीवृदः तस्माज्ञात्वा हरिं निन्दन् गोषु दुःखं समाचरन् कदापि नरकान्मुक्तिं न प्राप्नोति नरेश्वर अज्ञानप्राप्तगोहत्या प्रायच्छित्तं तु विद्यते रामभक्तं तु धीमं तं याहि त्वा मृदुपर्णकं स वै समदृश्य सर्वान् शत्रून्मित्राणि पश्यति तुभ्यं कथिष्यति क्षिप्रं गोवधस्यास्य निष्कृतिं तस्य देशांस्त्वं माक्रामंस्तेन निर्वासितः पुरा वैरिभावं परित्यज्य गच्छ त्वमृदुपर्णकं स यद्वदिष्यति क्षिप्रं तत्कुरुष्व समाहितः यथा त्वत्कृतपापस्य निष्कृतिर्हि भविष्यति सदु तद्वचनं श्रुत्वा जगामऋदुपर्णकं रामभक्तं रिपौ मित्रे समदृष्ट्या समञ्जसं स तस्मै कथयामास यज्जातं गोवधादिकं तस्य पापस्य निष्कृत्यै ह्युपायं सोऽप्यचिन्तयत् क्षणं ध्यात्वाध तं राजा ऋतुपर्णहृदम्भरम् उवाच प्रकसन्वाक्यं बुद्धि मां धर्मकोविदः कोऽहं राजन्मुनीनां वै पुरदशास्त्रवेदिनां तान् हित्वा किं तु मां प्राप्तो मूर्खं पण्डितमानिनम् तव मय्यस्ति चेच्छ्रद्धा तदा किञ्चिद् ब्रवीम्यहम् शृणुष्व नरशार्दूलगदिदं मम सादरः भज श्रीरघुनाथं त्वं कर्मणा मनसा गिरा नैष्कापट्येन लोकेशं तोषयस्व महामदे सतुष्टो दास्यते सर्वं त्वद्धृधिस्थं मनोरथम् अज्ञानकृतगोहत्या पापनाशं करिष्यति रामं स्मरंस्त्वं धर्मात्मन्धेनुं पालय सत्तम दत्त्वा द्विजाय कनकं पापनिष्कृति माप्स्यसि सुमतिरुवाच एतच्छ्रुत्वादु तद्वाक्यमृदम्भरनृपस्तदा विधाय रामस्मरणं पूतात्मा व्रतमाचरद पूर्ववत् पालयन् धेनुं जगाम विपिनं महद रामनामस्मरन्नित्यं सर्वभूतहिते रथः तस्मै तुष्टादु सुरभिः प्रोवाच परितोषिता राजन्वरयमत्तो वैवरं हृत्स्थं मनोरथम् तदा प्रोवाच वैराजापुत्रं देहि मनोरमं रामभक्तं पितृरथं स्वधर्मप्रतिपालकम् तुष्टा दत्त्वा वरं सापि तस्मै राज्ञे सुतार्थिने जगामादर्शनं देवी कामधेनुकृपावती सकाले प्राप्तवान् पुत्रं वैष्णवं रामसेवकं सत्यवत्सज्ञया युक्तमकरोत्तत्र तत्पिता सत्यवन्तं सुतं लब्ध्वा पितृभक्तिपरं महद परमं हर्षमापेदे शक्रतुल्यपराक्रमं स राजा धार्मिकं पुत्रं प्राप्य हर्षेण निर्भरः राज्यं तस्मिन् महन्यस्य जगाम तपसेवनम् तत्राराध्यहृषिकेशं भक्तियुक्तेन चेतसा निर्धूतपापसदनुरगाधरिपदं नृपः इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे सत्यवदाख्याने धेनुव्रतवर्णनं नाम एकत्रिंशोऽध्यायः ॐ